तद्वैतदनुज्ञाक्षरं यद्धि किञ्च इत्येव तदाह येषो एव समृद्धिः यदनुज्ञा समर्थितः वै कामानं भवति एतदेवं विद्वान् अक्षरम् उद्गीतम् उपास्ते समृद्धिगुणम् तद्वैतत् प्रकृतम् अनुज्ञाक्षरम् अनुज्ञा च स अक्षरं च अनुज्ञा च अनुमतिः कथम् अनुज्ञा इति आश्रुतिरेव यद्धि किञ्च यत्किञ्च लोके ज्ञानं धनं वा अनुजानाति विद्वान् धनीव तत्र अनुमतिं कुरु तथा च वेदे त्रयस्त्रिंशति तथा च लोकेऽपि तव इदं धनं गृह्णामि इत्युक्ते अतः एषा वो एव एषैव हि समृद्धिः यदनुज्ञा या अनुज्ञा सा समृद्धिः तन्मूलत्वात् अनुज्ञायाः समृद्धो हि जाति तस्मात् समृद्धिगुण समृद्धिगुणोपासकत्वात् तद्धर्मासन् समर्थयितः विकामानं यजमानस्य भवति य एतदेवं विद्वान् अक्षरम् उद्गीतम् उपास्ति इत्यादि पूर्वते तेनेयं त्रयी विद्या वर्तते एतस्यैव अक्षरस्य अपजित्यै महिं नारसेन अथ इदानीम् अक्षरं स्तौति उपास्यत्व प्ररोचनार्थं कथं तेन अक्षरेण प्रकृतेन इयं ऋग्वेदादिलक्षणत्रयी विद्या त्रयी विद्याविहितं कर्म इत्यर्थः न हि त्रयी विद्या एव आश्रावणादिभिः वर्तते कर्म तु तथा प्रवर्तते इति प्रसिद्धं लिङ्गाच्च सोमयागः इति गम्यते तच्च कर्म एतस्यैव अक्षरस्य अपचित्यै पूजार्थं परमात्मप्रतीकं हि तत् तदपचितिः परमात्मनैव स्यात् स्वकर्मणाथमभ्यर्च्य सिद्धिं विन्दति मानवः इति स्मृते किञ्च एतस्यैव अक्षरस्य महिम्ना महत्त्वेन ऋत्विग्यजमानादिप्राणैः इत्युक्ते तथा एतस्यैव अक्षरस्य रसेन व्रीह्यवादिरसनिर्वृत्तेन हविषा इत्यर्थः यागहोमादि अक्षरेण क्रियते तच्च आदित्यम् उत्तिष्ठते ततो वृष्ट्यादिक्रमेण प्राणो अन्नं च जायते प्राणैः अन्नेन च यज्ञः तायते अतः उच्यते अक्षरस्य महिम्ना रसेन इति तत्र अक्षरविज्ञानवतः कर्म कर्तव्यमिति स्थितम् आक्षिपति तेन उभौ कुरुतो यश्च एतदेवं वेद यश्च न वेद नाना तु विद्या च यदे विद्या करोति श्रद्धया उपनिषदा तदेव वीर्यवत्तरं भवति इति खलु एतस्यैव अक्षरस्य उपव्याख्यानं भवति तेन अक्षरेण उभौ कुरुतः यश्च एतत् अक्षरम् एवं यथा व्याख्यातं वेद यश्च कर्म मात्रवे अक्षरयाथात्म्यं न वेद तौ उभौ कुरुतः कर्म तयोश्च कर्मसामर्थ्यादेव फलं स्यात् किं तत्र अक्षरयाथात्म्यज्ञानेन इति दृष्टं हि लोके हरीत् किं भक्षयतोः तादृश अभिज्ञ इतरयोः विरेचनं नैव यस्मान्ना तु विद्या च विद्या च भिन्ने हि विद्या विद्ये तु शब्दः पक्षव्यावृत्त्यर्थः न कर्माङ्गत्वमात्रविज्ञानमेव रसतम आप्तिसमृद्धिगुणविज्ञानं किं तर्हि ततो अभ्यधिकं तस्मात् तदङ्ग आधिक्य तत्फलाधिक्यं युक्तम् इत्यभिप्रायः दृष्टं लोके वणिक्षबरयोः पद्मरागादिमणिविक्रये वणिजो विज्ञानाधिक्य तु फलाधिक्यं तस्मात् यदेव विद्या विज्ञानयुक्तः सन् करोति कर्म श्रद्धया श्रद्धदानश्च सन् उपनिषद योगेन युक्तश्च इत्युक्तः तदेव कर्म वीर्यवत्तरम् अविद्वत्कर्मणो अधिकफलं भवति इति विद्वत्कर्मणो वीर्यवत्तरत्ववचनात् अविदुषोऽपि कर्म वीर्यवदेव भवति इत्यभिप्रायः न च अविदुषः कर्मणि अनधिकारः औषस्थ्ये काण्डे अविदुषामपि आर्तिद्व्यदर्शनात् रसतमाप्तिसमृद्धिगुणवत् अक्षरमिति एकमुपास मध्ये प्रयत्नान्तर अदर्शन अनेकैर्हि विशेषणैः अनेकदा उपास्यत्वं खलु एतस्यैव प्रकृतस्य गीताख्यस्य अक्षरस्य उपव्याख्यानं भवति इति प्रथमखण्डभाष्यम् अथ द्वितीयः खण्डः देवासुराः यत्र संयेत्रे उभये प्राजापत्यः तद्देव उद्गीतम् आजकृहम् अनेन येनान् अभिभविष्यामः इति देवासुरः देवाश्च असुराश्च देवाः दीव्यतेः द्योतनान्तस्य शास्त्रोद्भासिता इन्द्रियवृत्तेः, असुराः तद्विपरीतः स्वेषु एव असुषु विश्वग्विषयासु प्राणक्रियासु रमण स्वाभाविक्यः तमात्मिक इन्द्रियवृत्तिः एव। ह वै इति पूर्ववृत्तोद्भासकौ निपात यत्र यस्मिन् निमित्ते इतरेतरविषय अपहारलक्षणे संयेतिरे सम्पूर्वस्य यततेः सङ्ग्रामार्थत्वमिति, सङ्ग्रामं कृतवन्तः इत्यर्थः। शास्त्रीयप्रकाशवृत्त्यभिभवनाय प्रवृत्तः स्वाभाविक्यः तमोरूपः इन्द्रवृत्त्यः असुरः, तथा तद्विपरीतः शास्त्रार्थविषयविवेकज्योतिरात्मानः देवः स्वाभाविकतमोरूप असुर अभिभवनाय प्रवृत्तः इति अन्योन्य अभिभव उद्भवरूपः सङ्ग्रामे। सर्वप्राणिषु प्रतिदेहं देवासुरसङ्ग्रामो अनादिकालप्रवृत्तः इत्यभिप्राय स इह्य श्रुत्य आख्यायिकारूपेण धर्माधर्म उत्पत्तिविवेकविज्ञानाय कथ्यते प्राणविशुद्धिविज्ञानविधिपरतय। अतः उभयेऽपि देवासुराः प्रजापतेः अपत्यानि इति प्राजापत्यः, प्रजापतिः कर्मज्ञानादिकृतः पुरुषः, पुरुष एवोक्तम् अयमेव महान् प्रजापतिः इति श्रुत्यन्ते। तस्य हि शास्त्रीयाः स्वाभाविक्यश्च कर्णवृत्त्यो विरुद्धः अपत्यानि इव तदुद्भवत्वात्। तत्तत्र उत्कर्षापकर्षणलक्षणनिमित्ते ह देवः उद्गीतम् उद्गीतभक्त्युपलक्षितम् उद्गात्रं कर्म अजकुरुः आहृतवन्तः। तस्यापि केवलस्य आहरण असम्भव ज्योतिष्टोमादि आहृतवन्तः इत्यभिप्राय। तत् किमर्थम् आजकुरुः इति उच्यते, अनेन कर्मण येन असुरा अभिभविष्यामः इति एवम् अभिप्रायः सन्तः। यदा च तदुद्गीतं कर्म आजिहिश्शवः तदा तेह नासिक्यं प्राणं गीतं उपवासां च क्रीडेतगम् असुरः पाप्मना विविधुः, तस्मात् तेन उभयं जिघ्रति सुरभि च दुर्गन्धि च पाप्मना हि एष विद्धः। तेह देवः नासिक्यं नासिकायां भवं प्राणं चेतनावन्तं ग्रहणम् उद्गीतकर्तारम् उद्गातारम् उद्गीतभक्त्या उपासनचक्रिणे उपासनं कृतवन्तः इत्यर्थः। नासिक्यप्राणदृष्ट्या उद्गीताख्यम् उपासनचक्रिणे इत्यर्थः। एवं हि प्रकृतार्थपरित्यागः अप्रकृतार्थ उपादानं च न कृतं स्यात् खलु एतस्य अक्षरस्य इति हि उपास्यतया प्रकृतः। ननु उद्गीतोपलक्षितं कर्म आहृतवन्तः इत्यवोचः इदानीमेव, कथं नासिक्यप्राणदृष्ट्या उपासनचक्रिणे इत्यर्थः? नैष दोषः, उद्गीतकर्मणि एव हि तत्कर्तृप्राणदेवतादृष्ट्या उद्गीतभक्त्यवयवास्यत्वेन विवक्षते, न स्वतन्त्रः। अतः तादर्थ्येन कर्म आहृतवन्तः इति युक्तमेव उक्तं। तम् एवं देवैः वृतम् उद्गातारं हासुरः स्वाभाविकतम आत्मानः ज्योतिरूपं नासिक्यं प्राणं देवं स्वकीयेन पाप्मना अधर्म आसङ्गरूपेण विविधुः विद्धवन्तः, संसर्गं कृतवन्तः इत्यर्थः। स हि नासिक्यः प्राणः कल्याणगन्धग्रहण अभिमान आसङ्ग अभिभूतविवेकविज्ञानं बभूव, स तेन दोषेण पापसंसर्गी बभूव। तदिदमुक्तम् असुराः पाप्मना विविधुः इति। यस्माद् आसुरेण पाप्मना विद्धः तस्मात् तेन पाप्मना प्रेरितः प्राणः दुर्गन्धग्राहकः प्राणिनः, अतः तेन उभयं जिघ्रति लोकः सुरभि च दुर्गन्धि च। पाप्मना हि एषः यस्माद् विद्धः, उभयग्रहणम् अविवक्षितं यस्य उभयम् अविरार्थिमार्च्छति इति यद्वत्। यदेव इदम् अप्रतिरूपं जिघ्रति इति समानप्रकृष्टे, अतः वाचम् उद्गीतम् उपासाञ्चक्रियतासुरः पाप्ना विदुः, तस्मात् तया उभयं वदति सत्यं च अनुपं च पाप्ना हि एषा विद्धा। अतः चक्षुः उद्गीतम् उपासाञ्चक्रियतद्धसुरः पाप्ना विदुः, तस्मात् तेन उभयं पश्यति दर्शनीयं च अदर्शनीयं च पाप्ना हि एतद्विद्धम्। अतः श्रोत्रम् उद्गीतम् उपासाञ्चक्रियतद्धसुरः पाप्ना विदुः, तस्मात् तेन उभयं शृणोति श्रवणीयं च अश्रवणीयं च पाप्ना हि एतद्विद्धम्। अतः मनः उद्गीतम् उपासनं च क्रियते तद् असुरः पाप्नाविदुः तस्मात् तेन उभयं सङ्कल्पते सङ्कल्पनीयं च असङ्कल्पनीयं च पाप्ना हि एतद्विद्धम् मुख्यप्राणस्य उपास्यत्वाय तद्विशुद्धत्व अनुभवार्थः अयं विचारः श्रुत्या प्रवर्तितः अतः चक्षुरादिदेवताः क्रमेण विचार्य आसुरेण पाप्नाविद्धाः इति अपोक्ष्यन्ते समानमन्यते अतः वाचं चक्षुः श्रोत्रं मनः इत्यादि अनुक्ता अपि अन्यः त्वग्रसनाद्देवताः द्रष्टव्यः एवं खलु एता देवताः पाप्मभिः इति श्रुत्यन्त्र अथ य एव अयं मुख्यः प्राणाकं गीतं पञ्चक्रियतकम् आसुरः रुत्वा विद्वध्वंसुः यथा अश्मानम् आकणं रुत्वा विद्भगं सेत एवम् आसुरेण पाप्मना विद्वद्पातु प्राणादेवताः अपोक्ष्य अथ अनन्तरं ह य एव अयं प्रसिद्धः मुखे भवः मुख्यः प्राणः तम् उद्गीतम् उपासनं च कृते तम् असुरः पूर्वतो रुत्वा प्राप्य विदध्वंसो विनष्टः अभिप्रायमात्रेण अकृत्वा किञ्चिदपि प्राणस्य कथं विनष्टः इति अत्र दृष्टान्तमः यथा लोके अश्मानम् आखणं न शक्यते कनितं कुद्दालकादिभिर् टङ्कैश्च चेत्तुं न शक्यः अखनः अखन एव आखणः तं रुत्व सामर्थ्या तु लोष्टः पांसुपिण्डः शुत्यन्तरश्च अश्मनिक्षिप्तः अश्मभेदन अभिप्रायेण तस्य अश्मनः किञ्चिदपि अकृत्वा स्वयं विद्वंसेत विदिर्येत एवं विदध्वंसुः इत्यर्थः एवं विशुद्धः असुरैः अधर्षितत्वात् प्राणः इति